ओके एकक्षणं, तत्र रेकार्डिङ्ग् न जायते, एकक्षणम्. नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अदादिगणः, अजन्तदातवः इति विषयः अनुवर्तते. गतवर्गे तत्र शूङ् प्राणिगर्भविमोचने इति धातोः रूपाणि अस्माभिः दृष्टानि. तर्हि इदानीं ततः अग्रे किञ्चित् गच्छामः. तत्र ऋकारान्तदातवः ततः आरभ्य एकवारं पश्यामः. तत्र जागृधातोः विषये अस्ति. तत्र जक्सित्यादयः षट् इति आरभ्य एकवारं पश्यामः. तत्र किं शोभा भगिनी पठितुमिच्छति वा? आं भगिनि, जक्षित्तादयः षट् इत्यस्मात् वा? अस्तु. आमां, इत्युक्ते क्षम्यतां भगिनि, गतवर्गे भवती एव समापितवती खलु, तत्र कुत्र समापितवती? तत्र जक्षिद्धातोः कृते एव खलु, जागृधातुः हण् हण्भ्यो दीर्घात् स्तुतिस्य पृक्तं हल् इति तत्र पठितं. ओके तत्र ओके सो तर्हि इदानीं तत्र एक किञ्चित् अत्र एतत् सर्वं कृतं खलु, तर्हि किञ्चित् सारांशरूपेण अहं वदामि, तदनन्तरं भवती पठतु. तर्हि जक्षित्यादयः षट् इति सूत्रं वर्तते. तत्र किमस्ति, सप्तधातवः सन्ति, तेषाम् अभ्यस्तसंज्ञा भवति. यद्यपि तेषां द्वित्वं न भवति, तथापि अभ्यस्तसंज्ञा भवति. अभ्यस्तसंज्ञा भवति चेत् तदानीम् अभ्यस्तसंज्ञाम् आश्रित्य कतिचन कार्याणि भवन्ति. तत्र आदिमं कार्यमस्ति अदभ्यस्तात् इति सूत्रं. तेन सूत्रेण तत्र परस्मैपदिनः वा भवतु, आत्मनेपदिनः वा भवतु, तत्र तिप्तझि झि इत्यत्र जकारस्य स्थाने अत् आदेशः भवति, जकारस्य अत् आदेशः भवति. तर्हि इदं कार्यं तु लट्लकारे लोट्लकारे भवति, यतोहि तत्र लङ्लकारे इतोपि विशिष्टं सूत्रमस्ति, सिजभ्यस्य विधिभ्यश्च इति सूत्रेण नित्सुलकारेषु अभ्यस्तसंज्ञकधातोः जीप्रत्ययस्य स्थाने जुस् आदेशः भवति, जीप्रत्ययस्य स्थाने जुस् आदेशः. तर्हि इदं सूत्रं केवलं परस्मैपदी धातोः विषये एव इदं सूत्रं कार्यं करोति. तर्हि इदानीं ततः अग्रे अस्माभिः दृष्टं तत्र हलादिपित्सु गुणः भवति इति अत्र उक्तमस्ति. तर्हि केन सूत्रेण गुणः भवति इति चेत् तत्र विशिष्टं सूत्रमस्ति. सामान्यतया सार्वधातुक अर्धधातुकयोः इत्यनेन एव गुणः भवति, परन्तु अत्र किं भवति इति चेत् अत्र जाग्रो विच्छिन्नलित्सु इति भिन्नं सूत्रमस्ति, तेन सूत्रेण गुणः भवति. तत्सूत्रमपि पठामः. अनन्तरम् अत्र वार्ता का इति चेत् अजादिपित्सु अपि गुणः जायते, अनन्तरं सन्धिकार्याणि इत्युक्ते गुणः जायते, तदनन्तरं केवलं योजनमेव, सन्धिकार्यं तु नास्ति. हलादि अपित्सु नीति च अनन्तरं गुणनिषेधः. अजादि अपित्सु तत्र किं भवति इति चेत् गुणनिषेधः तु अस्ति, तदनन्तरं यणादेशः भवति इको यणचि इति सूत्रेण इति. तत्र सतिङ् प्रत्ययं निमित्तीकृत्य कार्याणि, सामान्यरीत्या कार्याणि, परन्तु लङ्लकारे विशेषः वर्तते. लङ्लकारे अजागृयोगः तु तकारः. तत्र अस्माभिः दृष्टं हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रमस्ति, तत् सूत्रम् अस्माभिः पठितं, तद् एकवारं पठित्वा शोभगिनी प्रतिपादयतु किम् अस्ति इति. आं भगिनि, तत्र हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रं, हलन्तात् दीर्घण्यन्तात् दीर्घाबन्तात् दीर्घाबन्तात् च सु ति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः, अनेन प्रथमाविभक्तौ सु इत्यस्य स लोपः, लङि प्रथमपुरुषे त लोप तकारलोपः, मध्यमपुरुषे सकारलोपश्च. हल् च णी च आप् च तेषाम् इतरेतरद्वन्द्वः. हल्ण्यापः तेभ्यः हल्ण्याभ्यः. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः. सुतिसि सुतिसि नः अपृक्तं सुतिस्य पृक्तम्. हल्ण्याभ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्य पृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रं, लोपो व्योर्वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः, अनुवृत्तिसहितसूत्रं, दीर्घात् हल्ण्याभ्यो सुतिसि अपृक्तं हल् लुप्यते इति अनुवृत्तिसहितसूत्रं. तर्हि तत्र हल्ण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यस्मिन् अंशाः, हलन्तात् दीर्घण्यन्तात् अपि च दीर्घ आबन्तात् इति. इत्युक्ते तत्र हलन्तात् दीर्घण्यन्तात् अपि दीर्घण्यन्त्यात् ण्यन्तात् इत्युक्ते तत्र णीप् णीष् णीन् इति दृष्टवती भगिनी, ते ण्यन्ताः इति उच्यन्ते तेषां, यत्र दीर्घ अस्ति तत्र दीर्घण्यन्तात्, अपि च दीर्घ आबन्तात् इत्युक्ते तत्र स्त्रीप्रत्ययाः सन्ति टाप् डाप् चाप् इति, ते आबन्ताः इति उच्यन्ते. तर्हि तेषां दीर्घः यत्र भवति दीर्घ आबन्तात् च, तत्र सु इत्यस्य ति इति प्रत्ययस्य तेषां दीर्घः यत्र भवति न, ते सर्वे दीर्घः एव, दीर्घाः सन्ति एव, क्षम्यतां, दीर्घः सन्ति एव, आप् तत्र सर्वत्र आप् इति एव भवति, टाप् इत्यस्य डाप् इत्यस्य चाप् इत्यस्य आप् इति एव भवति. तर्हि सु ति सि इति प्रत्ययानाम् इत्यत्र तत्र सु इति तु सुबन्तप्रकरणे भवति, सु औट्जस् इति आरभ्य, तत्र सु इत्यस्य अपि च ति सि इति तु तत्र ति इति लट्लकारे प्रथमपुरुषे, सि इति मध्यमपुरुषे एकवचने, एतौ प्रत्ययौ इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अपृक्तसंज्ञकः इत्युक्ते तत्र एकाल् अस्ति इति, एकः एव अल् प्रत्ययः इति अपृक्तसंज्ञकः भवति, तस्य हलः लोपः, अपि च अतः तत्र अनेन प्रथमविभक्तौ इति सु इत्यस्य इति उक्तम्, यतोहि तत्र सुबन्त पदानां प्रत्ययानां विषये, अतः प्रथमविभक्तौ सु इत्यस्य सकारस्य लोपः भवति, अपि च लङि प्रथमपुरुषे तकारस्य लोपः. अस्तु, तर्हि तत्र लङ् न तु लट्, लङ् किं तत्र लकारे प्रथमपुरुषे का तकारस्य लोपः भवति, अपि च मध्यमपुरुषे तत्र सि इति आगच्छति, तस्य सकारस्य लोपः भवति. हल् च णी च आप् च इति, तर्हि तत्र आप् इति णि अपि आप् तौ प्रत्ययौ स्त्रीप्रत्ययौ, अपि च हल् हल् णि आप् इति स्वीकृत्य तेषाम् इतरेतरद्वन्द्वः भवति, अतः हल्ण्यापः इति प्रथमविभक्तौ प्राप्नुमः, तदनन्तरं तेभ्यः हल्ण्याभ्यः इति पञ्चमी विभक्तिः कृतम्, अपि च तत्र सु च ती च सिश्च तेषां समाहारद्वन्द्वः श्रुतिसि इति भवति. तदनन्तरं श्रुतिसनः इति श्रुतिसिनः इति अपृक्तं श्रुतिस्य पृक्तम् इति भवति. तर्हि तत्र हळ्ण्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम अन्त्यं भवति विशेषणं विशेष्यम् इति कृत्वा श्रुतिस्य पृक्तं प्रथमान्तम् अपि च हल् प्रथमान्तम् इति अस्ति. लोपो व्योर्वलि इत्यनेन लोपः इति अनुवृत्तिः स्वीकृतं, किन्तु तत्र कर्मणि प्रयोगं कृत्वा लुप्यते इति अनुवृत्तिसहितसूत्रे आगच्छति. तर्हि दीर्घात् हल्नाभ्यो श्रुतिसि अपृक्तं हल् लुप्यते इत्युक्ते यत्र हलन्तं हलन्तात् इति उक्तत्वात् हलन्त प्रत्ययः अस्ति. इत्युक्ते तत्र हलन्तं सुबन्ते अपि भवितुमर्हति अपि च तिङन्ते अपि भवितुमर्हति. तर्हि तत्र यत्र हलन्तप्रत्ययः अस्ति इति तत्र सर्वत्र स्वीकर्तुं शक्नुमः सुबन्ते तिङन्ते तस्य अपि च तत्र दीर्घात् हल् किं तत्र यथा पूर्वम् उक्तवती तत्र ण्यन्तात् आबन्तात् अपि तत्र सु इति सुबन्तस्य अपि च तीसि इति तिङन्तानाम् अपृक्तं हल् लुप्यते इति अर्थः सिद्ध्यति. इत्युक्ते तत्र सुबन्ते तत्र राजन् इति हलन्तं भवति, नदी इति तत्र ण्यन्तं भवति, अपि च बाला इति ण्यन्तं भवति, अपि च तिङन्ते तु दृष्टवन्तः सि इति यत्र भवति इति. तत्र अस्य सूत्रस्य प्रसक्तिः भवति इति अवगतवती भगिनि. आमां दीर्घन्यन्तात् इति नीप् नीष्णीन् इति मया उक्तमासीत् गतवर्गे. आमाम् इदानीम् अजागर् अजागृयोगः तु लङ्लकारे प्रथमपुरुषे एकवचने किं भवति इति वदतु एकवारम्. अजागृ योगः किम् उक्तवती? लङ्लकारे प्रथमपुरुषस्य रूपं कथं भवति इति वदतु, प्रक्रियां वदतु. तत्र एकक्षणं भगिनि. अजागृ तत्र अजागृयोगः तकारः तत्र किं तत्र हळ्ण्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः भवति. तत्र प्रथमं गुणः भवति अजागृ अजागर् इति भवति. तदनन्तरं योगः ता इति प्रथमं यदा गुणः न जायते तदानीं हल्न्याभ्यो दीर्घ श्रुतिस्य पृक्तं हल् इत्यस्य प्रसक्तिः अस्ति वा? हल्न्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इत्यनेन हल्न्याभ्यः इति भवेत् चेत् तत्र अजागृ हल्न्याभ्यः तत्र किं दीर्घ हलन्तात् दीर्घाबन्त्यन्तात् आबन्तात् सु अथवा ति अथवा सि आगच्छति ते तत्र ति आगच्छति. तत्र कुत्र अस्ति अजागृ इत्यत्र खलु दीर्घात् जागृ इति अस्ति खलु. तर्हि तत्र जागृ इति किम् अस्ति हलन्तात् इति अस्ति न तु न्यन्तात् अथवा आवन्तात् हलन्तात् हलन्तात् इति अस्ति वा? हलन्तात् इति अस्ति वा तत्र हलन्तात् कुत्र अस्ति हलन्तात्? नास्ति नास्ति तत्र अजन्तः अस्ति खलु. तर्हि तदर्थं भवती पृच्छति पूर्वम् आगच्छति वा इति. गुणः भवति चेदेव आगच्छति हा इति वक्तव्यं. प्रथमतया हल्न्याभ्यो हल्न्याभ्यो इत्युक्ते प्रथमतया गुणः क्रियते तदनन्तरं हल्न्याभ्यो इति तु अस्ति, परन्तु प्रथमतया हल्न्याभ्यो दीर्घस्तुतिस्य पृक्तम् इति प्रसङ्गः एव नास्ति. अतः गुणः प्रथमतया भवेत्. आमां तत्र हलन्तं भवेत् प्रथमम् अस्मिन् प्रसङ्गे हलन्तं भवेत्. आम् तर्हि गुणः भवति तदनन्तरम् अजागर् इति तत्र रेपः हलन्तः भवति तदा ऋकारस्य गुणः कः? ऋकारस्य गुणः अर् इति भवति खलु, अजागर् ऋकारस्य आम् अर् इति इत्युक्ते तत्र आ इति आगच्छति, रेपः एव भवति तदनन्तरं कथं भवति रेपः, केन सूत्रेण रेपः? तत्र एकक्षणम्, अर् इति तु रपरः इति आगच्छति, रेपः रु इति मनसि न आगच्छति भगिनि इदानीं उक्तवती खलु रपरः इति उरन्रपरः भवति आम् तदेव इत्युक्ते ऋकारस्य गुणः अकारः आम् ऋकारस्य गुणः अकारः यदा अनादेशः जायते सः सदा रपरः भवति उरण्परः इत्यनेन उरण्परः तत् सम्यक् सत्यम् आमाम् अस्तु तर्हि अर् इति भवति अजागर् इदानीम् अस्य सूत्रस्य प्रसक्तिः तर्हि तत्र त लोपः भवति यतोहि इदानीं हल्ण्याभ्यो इति निमित्तं पूरितं दीर्घात् इति निमित्तं पूरितं दीर्घात् हल्ण्याभ्यः सूतिसि इत्यत्र ति इत्यस्य निमित्तं पूरितम् अपृक्तं तत्र अपृक्तम् अस्ति एकाल् अस्ति अतः हल् इत्यन् हल् इत्यन् किं तत्र त लोपः भवति तकारस्य लोपः भवति तर्हि अजागर् इति तिष्ठति इदानीं तत्र अवसानम् अस्ति अजागर् इत्यस्मात् परम् अतः खर अवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने इत्युक्ते पदान्त रेफस्य स्थाने विसर्गादेशः भवति अजागः अजागर् इति आसीत् रेफस्य स्थाने विसर्गः अतः अजागः इति भवति तावत् वा भगिनी अग्रे वदनीयं वा आमां तावत् तावत् समीचीनं तर्हि अजागः इति रूपम् अस्ति तावदेव तत्र आम् अस्तु समीचीनं धन्यवादः अस्ति तत्र सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि सुतिसि नः इति कथम् सुश्च तिश्च ओके इति सुतिस्य पृक्तम् इत्यत्र सुश्च तिश्च सिश्च सुति सुतिस् बहुवचने किं भवति रूपं बहुवचने रूपं न भवति खलु अत्र एकवचने एव भवेत् एकवचने भवतु सुतिसे सुतिसि सि इति सिप् इति प्रत्ययः सि इति तत्र सुतिसि इति एव उक्तं खलु ततः परं सुतिसि नः अपृक्तम् इति तत्र षष्ठी प्रयुज्य नः इति किमर्थं नः इति किमर्थं नः इति अत्र षष्टिविभक्ति सूचितम् इति भावयामि न षष्टिविभक्तिः मतिः मतिः मतेः तावदेव नकारान्तशब्दः नास्ति सुतिसिनः इति नकारान्तशब्दः नास्ति इति भगिनी पृच्छति समीचीनः प्रश्नः नकारान्तः नास्ति इति कृत्वा सुतिसेः इति भवेत् सुतिसेः अथवा सुतिसिन् इति पदं वा सुतिसिन् इति नकारः न किमर्थं सुतिसिन् इति भवेत् नकारान्तः तु नास्ति खलु सुतिसि इति एव अस्ति सुतिसि प्लस् अपृक्तः सुतिस्य पृक्तः समीचीनं सुतिसि तावदेव सुतिसिनः इति न सुतिसेः एकवचने तर्हि सुतिसि इति प्रातिपदिकं चेत् तत्र सुप्रत्ययस्य विधानं यदा भवति तदानीं मतिः इति भवति खलु तर्हि सुतिसिः इति भवेत् खलु एकवचने सुतिसिः इति भवेत् अस्तु सुतिसिः सुतिसेः इति तत्र इदानीं तथा स्वीकुर्वन्तु तत्र नकारः कुतः आगतः इति अहं पश्यामि परन्तु नकारः तत्र न भवेत् तर्हि सुतिस्याः सुतिसेः इति भवति वा भगिनि किं सुतिस् मतिः इति भवति चेत् मत्याः इति भवति षष्टि इति वा सुतिसेः सुतिस्याः इति भवति वा आमाम् आमां रूपद्वयम् साधारणतया समाहारद्वन्द्व इत्युक्ते नपुंसकलिङ्गे एकवचने भवति अत्र अवगतम् अवगतम् अवगतम् इदानीं सम्यक् नपुंसकलिङ्गे अस्ति खलु पदं तर्हि वारि वारिशब्दस्य रूपं कथमस्ति वारिणः इति वारिशब्दवत् नपुंसकलिङ्गे अस्ति सम्यक् अस्ति वारिशब्दस्य रूपं यथा भवति तथा वारि वारिणि वरीणि इति अस्ति खलु वारिणः इति अस्ति इति कृत्वा सुतिसिनः इति अस्ति सम्यक् अस्ति अस्तु समीचीनं प्रश्नः समीचीनः उत्तरं लब्धं नपुंसकलिङ्गवत् नपुंसकलिङ्गस्य यानि रूपाणि तथा अस्तु करवसानयो विसर्जनीयः इति सूत्रं तत्र पठति विजया भगिनी पठति वा आं महोदय पठामि पठामि करावसानयोर्विसर्जनीयः पदान्ते स्थितस्य रेपस्य स्थाने विसर्ग आदेशः भवति करि अवसाने च परे येन विधि तदन्तस्य इत्यनेन रेपान्तस्य पदस्य अलोन्तस्य इत्यनेन पदान्तस्य रेपस्य स्थाने विसर्ग आदेशः भवति कर् च अवसानं च तयोः इतरेतरद्वन्द्वः कर अवसाने तयोः कर अवसानयोः कर अवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तं द्विपदमिदं सूत्रं रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः कर अवसानयोः संहितायाम् पदान्ते स्थितस्य रेपः भवति चेत् अत्र तत्स्थाने रेपस्य स्थाने विसर्गः आदेशः भवति कुत्र भवति चेत् अत्र करि अनन्तरम् अत्र अवसाने अवस्थायाम् एव अत्र भवति इति अत्र येन विधिः तदन्तस्य तत् अन्तस्य इति विधिः अपि अत्र तत् किं सूचयति चेत् अलोन्तस्य इत्यनेन एव पदान्तस्य रेपस्य स्थाने विसर्ग आदेशः भवति इति अनन्तरं रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनन्तरम् अत्र अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः करावसानयोः संहितायां समीपवर्तिनः यत्र अस्ति कर कर् इति प्रत्याहारः अवसान अवस्थायाम् एव अत्र रेपस्य स्थाने विसर्गः आदेशः भवति इति अत्र उदाहरणरूपेण जागृ योगः सकारः अस्ति चेत् अत्र अत्र रेपस्य स्थाने अत्र विसर्गः आदेशः भवति सकारस्य स्थाने करावसानयोर्विसर्जनीयः इत्यनेन प्रथमम् अत्र रेपः अस्ति तत् स्थाने विसर्ग आदेशः भवति अतः एव अजाग्गः इति भवति खलु महोदय हा समीचीनं समीचीनम् अजाग्गः इति रूपम् अस्ति समीचीनं तर्हि इदानीम् अग्रे जुसि च इति सूत्रमपि एकवारं पठामः तर्हि किं सूर्यकुमारी भगिनी पठति वा भगिनि क्षम्यतां जुसि च अजादौ जुसुपरे इगन्ताङ्गस्य गुणः भवति जुसि सप्तम्यन्तं च अव्ययपदं द्विपदपदमिदं स्तोत्रं येन विधि तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अङ्गस्य अलोन्तस्य इत्यनेन अङ्गान्तस्य एकः स्थाने गुणादेशः कस्य अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः मिदेर्गुणः तस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इति परिभाषासूत्रेण इकः स्थाने भवति अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः अचिस्तुसि च सूत्रं वदति अजादौ जुसि परे इगन्तङ्गस्य गुणः भवति तदर्थं जुसि इत्युक्ते अजादि जुसि तदर्थम् उसि इति मम अवगम्यं परे इगन्तङ्गस्य गुणः भवति यत्र यत्र इगन्त अङ्गमस्ति तत्र उसि जुसि गुणः भवति जुसि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं येन विधि तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य वयं जानीमः तत् यत्र उका इक इक अथवा तद् रूपी अङ्गस्य गुणः भवति अलो अन्तस्य इति सूत्रेण अन्त्यस्य इकः गुणः भवति इति इकस्थाने गुणादेशः खसस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः मिदेर्गुणः मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः इको गुणवृद्धि इति परिभाषासूत्रेण इकस्थाने भवति अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः अचि जुसि च यत्र जुस् प्रत्यय आयाति इत्संज्ञः लोपः अनन्तरम् अचि भवति अचि जुसि विशेषविशेषणं विशेषविशेष्यभावः अचि जुसि च इति सम्यक् वा भगिनि आमां हा समीचीनं तर्हि समीचीनमस्ति भगिनि तर्हि इकः अङ्गस्य तर्हि इगन्तम् अङ्गं भवेत् उपधायाम् इक् नास्ति इगन्तम् अङ्गम् अस्ति चेत् गुणः भवति केवलं जुसि परे इति नास्ति अजादि जुसि परे इत्युक्ते जुसि इति प्रत्ययः कुत्र अन्यत्र कुत्र भवति वदतु ज्यास्थाने जुस् भवति आमां तर्हि तत्र अजादिः अस्ति वा जुस् अजादि नास्ति प्रत्यय अस्ति लसक्व तद्धितेन चकारलोपः चुटु क्षम्यतां चुटु इत्यनेन जकारलोपः भवति जकारस्य लोपः न भवति तत्र जेः जुस् खलु सम्पूर्णतया जी प्रत्ययस्य स्थाने जुस् आदेशः आम् तर्हि जुस् जुस् इत्यत्र जकारस्य चुटु अस्तु अस्तु जुस् इत्यत्र जकारस्य चुटु अस्तु वदतु आम् सत्यं सप्तम्यन्तम् अस्ति चेत् उसि इति उक्तम् इकः उसि गुणः भवति तदेव भगिनी उः भवति उः इति तु अजादिः अस्ति खलु अचि अचि जुसि इति उक्तम् या तर्हि विधिलिङ्गि उः इति अवशिष्यते चेत् तर्हि किमर्थम् अचि इति वक्तव्यम् तत्र यकार आयाति युः इति अस्ति खलु युः इति अस्ति तर्हि तत्र किं भवति तत्र यासुट् आयाति खलु यासुट् इत्यत्र या इति अवशिष्यते सकारस्य लोपः जायते लिङ्गः सलोपोऽनन्तस्य इत्यनेन सकारस्य लोपः या इति अवशिष्यते या योगः उस् तत्र उस्यपदान्तात् इत्यनेन आकारः अनन्तरम् उकारः पररूपादेशः भवति इति कृत्वा युस् युस् इति भवति युः इति रूपम् युः इति तु अजादिः नास्ति तर्हि यदि तत्र सूत्रे गुणः इत्युक्ते तत्र अजादिः नास्ति चेत् यदि तत्र अजादि इति न उक्तं सूत्रे तर्हि विधिलिङ्गि अपि भवति सूत्रस्य कार्यं जुसि च इत्यत्र परन्तु तत्र गुणः न इष्यते तदर्थं सूत्रे अचि इति उक्तम् आम् अस्तु समीचीनं तर्हि इदानीं जुसि च इति सूत्रं दृष्टम् अतः अचि जुसि इति आवश्यकमस्ति अस्तु इदानीम् अग्रे गुणकार्यस्य विषये एकं सूत्रमस्ति जाग्रो विच्छिन्नल् नित्सु इति सूत्रं किं विजयलक्ष्मी भगिनी पठति वा आं भगिनि गुणकार्ये विशेषः जाग्रो विच्छिन्नलिङ्गिसु जागृधातोः गुणो भवति वा वि चिन् नल् ङित् इत्येषां प्रत्ययानां पर्युदासे वि इति प्रत्ययविशेषः चिन् इति लुङ् लकारस्य नल् इति लिट् लकारस्य ङित् इत्यनेन इत् सम्यकः ङकारः यस्य वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीम् अपि भवति चिन् नल् इत्यनयोः विषये वृद्धिः इदानीम् अपि भवति अन्यत्र सर्वत्र गुणः भवति एव अचोयणिति किणिति च इत्यनयोः अपवादः विश्च चिन् च नल् च ङित् च तेषाम् इतरेतरद्वन्द्वः विच्छिन्नलित् ङितः न विच्छिन्नलितः अविच्छिन्नलितः तेषु अविच्छिन्नलित्सु जाग्रह षष्ट्यन्तम् अविच्छिन्नलित्सु सप्तम्यन्तम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् जाग्रह गुणः अविच्छिन्नलित्सु गुणकार्यस्य विशेषः अत्र साधारणतया जागृधातोः वि वि इति कुत्र आगच्छति भगिनि वि इति तु किमस्ति तत्र वेः वेरपृक्तस्य इत्यत्र किं विच् इति प्रत्ययः भवितुमर्हति अथवा अन्यः प्रत्ययः कः विच् इति एकः प्रत्ययः किम् क्विप् इत्यत्रापि वि इति अवशिष्यते सत्यं वेरपृत्तस्य ते कुत्रस्य कार्यं बहुत्र भवति खलु तत्र सर्वत्र अस्तु हृप् इत्यत्रापि वि इति अवशिष्यते खलु, तदेव अहं चिन्तयन्ती आसम्। तत्र वेरपृक्तस्य इति सूत्रं मम मनसि आगत, सूत्रमागतं क्विप्, तर्हि तस्य कार्यं क्विप् इत्यत्र भवति। जागृधातोः वि अपि च चिन् अपि च नल् ञित् इति एतेषां प्रत्ययानां पर्युदासे, एतेषां प्रत्ययानां विहाय इत्यर्थे वा भगिनि? आमाम्, एतान् विहाय, एतान् विहाय। वि इति प्रत्ययः, प्रत्ययविशेषः, चिन् इति लुङ्लकारस्य प्रत्ययः, नल् इति लिट्लकारस्य प्रत्ययः, अपि च नित् इत्युक्ते ङकारः इत् यस्य, यस्य सः इति ङित् भवति। वि अपि च ङित् इत्यनयोः तु साधारणतया गुणनिषेधः एवमेव भवति। ङिति च अपि च अचोय, सोरि, ङिति च इत्यनेन वि इत्यस्य किमर्थं, यतोहि तत्र अज् नास्ति इति वा भगिनि, सार्वधातुकः नास्ति इति वा? न, पुनः प्रश्नः कः, वि इत्यत्र क्विन् इत्यपि भवितुमर्हति, क्विप् क्विन् इति तादृशप्रत्ययः वि भवति चेत् गुणनिषेधः इति कथम्? न, वि इति भवति चेत् तत्र तत्र अनेन सूत्रेण गुणः न भवति, इत्युक्ते एते प्रत्ययाः परः भवन्ति चेत् तदानीं गुणः न भवति, अनेन सूत्रेण गुणः न भवति, यतोहि अत्र क्विन् इति जागृधातुतः क्विन् इति प्रत्ययः विधीयते चेत् तत्र जागृयोगः वि, तत्र गुणः न इष्यते, तर्हि जागृवि, जागृविः इति रूपं भवति तत्र जागृविः। एवमेव गुणनिषेधः अस्ति, तत् केन सूत्रेण? तत्र न पश्यतु भगिनि, वि इति तु तत्र प्रत्ययस्य अंशः अस्ति खलु, क्विप् क्विन् सर्वत्र कित् अस्ति खलु, कित्वात् गुणनिषेधः, कित्वात् गुणनिषेधः यदि इत्युक्ते अस्मिन् सूत्रे वि इति नोक्तं चेत् तर्हि किं भवति? तर्हि वि इति जागृयोगः वि, जागर्वि इति भवति न गुणः स्यात् खलु, निषेधः स्यात्, न गुणनिषेधः इति न, केवलं वि भवति चेत् गुणनिषेधः न भवति खलु। हा, इत्युक्ते सामान्यतया तत्र जागृयोगः वि इत्यत्र सर्वधातुकार्धधातुकयोः इत्यनेन गुणः, तदनन्तरं क्निति च इति सूत्रेण गुणनिषेधः इति वयं वदामः, तदानीं पुनः जागृ विच्छिन्नल् निच्छु इति सूत्रम् अस्ति इति कृत्वा, यदि तस्मिन् सूत्रे वि इति नास्ति, जागृच्छिन्नल् निच्छु इति एव अस्ति इति चिन्तयतु, तर्हि पुनः तत्र प्रतिप्रसवः अस्ति, निषेधस्य पुनः प्रतिप्रसवः, तर्हि विधानमस्ति, तर्हि जागर्वि इति स्यात् खलु, परन्तु तादृशरूपं नास्ति लोके, तत्र गुणः न दृश्यते, तदर्थम् अस्मिन् सूत्रे एते प्रत्ययाः परः भवन्ति चेत् तदानीं गुणः न भवति इति उक्तम्। तत्र चिन् अपि च नल् भवति चेत् वृद्धिर् प्रसक्तिरस्ति, अचोयनिति इति सूत्रेण, परन्तु जाग्रो विच्छिन्नु इति सूत्रं, निति च अपि च अचोयनिति इति अनयोः सूत्रयोः अपवादभूतसूत्रमस्ति, अतः गुणस्य निषेधः, वृद्धेः निषेधः तु नास्ति, अतः तत्र चिन्नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति। अत्र यदि अत्र चिन्नल् इति नोक्तं तर्हि किं भवति, वृद्धिं बाधित्वा गुणः जायते, यतोहि विशिष्टम् अस्ति खलु, तर्हि इदानीं पश्यतु, जागृयोगः निच् इति प्रत्ययः इति चिन्तयतु, निच् प्रत्ययः, निच् प्रत्ययः, निच् न, इदानीं तत्र चिन् इति प्रत्ययमेव स्वीकुर्मः, जागृयोगः चिन्. तर्हि तत्र जागृयोगः, जागृयोगः चिन् इति अस्ति. तर्हि तत्र यदि चिन् इति अत्र अस्मिन् सूत्रे नोक्तं तर्हि किं भवति, तत्र लुङ्लकारे भवति, लुङ्लकारे इदम् इदं कार्यम् जागर् चिन् इति अस्ति खलु, चिन् जागृयोगः, चिन्नयोगः इ इति चिन् स्वीकरोतु, जागृयोगः अडागमः, जागृयोगः इ, चिन् इत्यत्र इ, अनन्तरं त इति प्रत्ययः, तिप्रत्ययः, आत्मनेपदिप्रत्ययः, तस्यापि लुक् भवति, तस्य लुक् भवति, अतः अयोगः जागृयोगः इ. इदानीं वदतु, अयोगः जागृयोगः इ. इदानीं अजाग् ऋकारस्य वृद्धि वा, यदि सूत्रे, यदि सूत्रे छिन् इति नोक्तं तदानीं किं भवति, वृद्धि भवति स्म, रेफस्य वृद्धि आर् इति भवति, अजाग न अत्र इदानीं न, इदानीम् अचोयणि, अचोयणिति इति सूत्रस्य प्रसक्तिः अस्ति यथा भवती उक्तवती, परन्तु इदानीम् अन्यस्य सूत्रस्य प्रसङ्गः अस्ति वा, इदानीं जागरो विचिन्न इत्सु इति सूत्रं वदति, जागृधातोः गुणः भवति एतेषां प्रत्ययानां पर्युदासे. इदानीम् इदानीम् इदानीं छिन् इति प्रत्ययस्य विषये सूत्रे नोक्तम् इति चिन्तयतु, छिन् इति विहाय इति नोक्तं, छिन् अस्ति चेदपि गुणः भवति इति चिन्तयतु, तदानीं अजागृयोगः इ इति स्थितौ अचोयणिति इति सूत्रस्य प्रसक्तिः अस्ति, जागरो विच्छिन्नल् नित्सु इति सूत्रस्य अपि प्रसङ्गः अस्ति, तर्हि तयोः मध्ये किं कार्यं करोति, जागरो इत्यत्र तु जागृधातोः नाम एव अस्ति, अतः तत् किं वक्तव्यं भगिनि, प्रतिपदोक्तत्वात् तदेव भवति इति वक्तुं शक्नुमः खलु, अपवादत्वात् तदेव भवति इति वक्तुं शक्नुमः खलु, तर्हि अपवादबलेन तस्य एव कार्यं जायते, अतः अजागरी इति रूपं लभ्यते, परन्तु तत्र रूपं किम् अस्ति, अजागारी इति अस्ति, तर्हि तत्र वृद्धिः अपेक्षिता, तदर्थं सूत्रे चिन् विहाय इति उक्तम्, अजागारी इति रूपं वा भगिनि, अजागारी लुङ् लकारि, अजागरी इति एव अस्ति खलु, अजागरीत् न, अजागारी इति रूपं लुङ् लकारे, अजागारी जागृधातोः इत्युक्ते भावकर्मणोः, भावकर्मणोः अजागारी इति अस्ति, आत्मनेपदप्रत्ययः अस्ति खलु, तत्र वस्तुतः जागर्ति इति परस्मैपदि, लटि तु परस्मैपदि, परन्तु भावकर्मणोः लुङ् लकारे अजागारि इति अस्ति, झेर् जुस् तु तत्र एव भवति इति वा, न झेर् जुस् इति विधिलिङ्गि भगिनि, अत्र लुङ् लकारे अजागारि इति रूपमस्ति, यदि अत्र जागरो विच्छिन्नल् नित्सु इति सूत्रे छिन् इति नोक्तं तदानीम् अत्र वृद्धिः न भवति, यतोहि इदानीं जागरो विच्छिन्नल् नित्सु इति सूत्रस्य प्रसङ्गः भवति, यतोहि छिन् इति नोक्तं, छिन् विहाय इति नोक्तं, तर्हि इदानीम् अत्रापि गुणः जायते, गुणः जायते चेत् अजागरि इति अनिष्टरूपापत्तिः भवति, तदर्थं तत्र छिन् इति उक्तं, केवलं तत्र दलस्य चिन्तनम्, अस्तु भगिनि, किञ्चित् क्लेशः भगिनि, पुनः एकवारं ओके ओके. इत्युक्ते तत्र अस्मिन् सूत्रे किम् उक्तम्? अविचिन् नल् नित्सु इति उक्तं खलु. तर्हि अविचिन् चिन् नल् नित्सु इत्यस्य अर्थः कः? तत्र तत्र कीदृशसमासः तस्मिन् अर्थे प्रयुक्तः अयं समासः? नै तत्पुरुषः परयुदासे. परयुदास इत्यस्य अर्थः कः? एतेषु प्रत्ययेषु परेषु न भवति गुणः. विचिन्नल् ङित् इत्येषां परे इत्येषु परेषु प्रत्ययेषु जागृधातुः गुणः न भवति. भवति इति किल? न, तत्तु तत्तु यद् भवती उक्तवती तत्तु प्रतिषेधः, प्रसज्य प्रतिषेधः अस्ति. न भवति इति वदति चेत् एतान् विहाय अन्यत्र भवति इति. एतान् प्रत्ययान् विहाय अन्येषु प्रत्ययेषु परे जागृतः गुणः भवति. हा, इत्युक्ते तत् सदृशः तस्मिन् तद् भिन्नः. इत्युक्ते अत्र विचिन् नल् इति प्रत्ययाः सन्ति, अतः प्रत्ययेषु परेषु भवति इदं कार्यं. परन्तु वि इति प्रत्ययः अस्ति चेत् न भवति, चिन् इति प्रत्ययः अस्ति चेत् न भवति, नल् इति प्रत्ययः अस्ति चेत् न भवति. तद् भिन्नेषु भवति, तत् सदृशेषु तद्भिन्नेषु भवति. तर्हि अत्र यः कोऽपि प्रत्ययः भवतु जागृदातुतः, परन्तु सः प्रत्ययः वि इत्यपि नास्ति, चिन् अपि नास्ति, नल् अपि नास्ति, तदानीं गुणः जायते खलु. प्रत्ययेषु गुणः जायते एतं विहाय. किन्तु तत् तत्रैव संशयः. इदानीं भगिन्या उक्तं खलु वि इति अत्र उक्तं क्विप् क्विन् इत्यादयः भवेत्. तर्हि क्विप् क्विन् इति नित्वात् अत्र गुणनिषेधः स्वमेधया भवति खलु? अतः पुनः नित्वात् कुत्र अस्ति नित्वं? तत्र क्विप् इत्यत्र कित् अस्ति? कित् अस्ति, कित् इत्यनेन इति च इत्यनेन गुणनिषेधः भवति खलु? आमां, किति कित् अस्ति चेत् गुणनिषेधः भवति, सत्यं. तर्हि अत्र गुणनिषेधः पुनः किमर्थं वक्तव्यम्? एतान् विहाय अन्यत्र गुण गुणः भवति भगिनि. क्विप् पश्यतु पश्यतु, अस्मिन् सूत्रे वि इति नोक्तं चेत् किं भवति? इदानीं जागृयोगः क्विन् इति अस्ति, जागृयोगः क्विन्. इदानीं चिन्तनं करोतु, अस्मिन् सूत्रे जागृ विचिन्नल् निस्सु इति सूत्रे वि इति नोक्तम्. एकैकं स्वीकृत्य पश्यामः. वि इति नोक्तम् अस्मिन् सूत्रे, तर्हि किं भवति? जागृयोग क्विन् इत्यत्र जागृयोग वि इति तिष्ठति. इदानीं जागृ इत्यस्य वस्तुतः एकक्षणं भगिनि, भगिनी वदतु. ऋकारान्तधातुः अस्ति, तस्य सर्वधातुकार्थधातुक इत्यस्य गुणः सम्भवेत्. किन्तु सार्वधातुकम् अपित् इत्यनेन इति च इत्यनेन च गुणनिषेधः. सार्वधातुकम् अपित् इति प्रसङ्गः अस्ति वा अत्र? क्विन् इति प्रत्ययः कीदृशप्रत्ययः? ओ ओके, सार्वधातुकः नास्ति. किन्तु इति च आयाति खलु? ओके, इति च इत्यनेन गुणनिषेधः भवतु. तर्हि तर्हि अत्र ऋकारस्य आर् इति आदेशः न भवति, गुणः न भवति क्विन् प्रत्यये परे. तावत्पर्यन्तं समीचीनं, तावत्पर्यन्तं समीचीनं. परन्तु इदानीं ततः अग्रे अत्र अन्यसूत्रमपि प्रसक्तमस्ति. किम् अस्ति तत् सूत्रम्? अन्यत् सूत्रं किमस्ति? अत्र इदानीम् उक्तं खलु जागृ विचिन्न जागृ चिन्नल् नित्सु इति अस्ति खलु, वि इति नास्ति तस्मिन् सूत्रे इदानीं. तर्हि इदानीं जागृ चिन्नल् नित्सु इति सूत्रस्य प्रसङ्गः भवति वा? वि इति नोक्तं चेत् तस्य प्रसक्तिः न भवति. वि इति नोक्तं चेत् तस्य प्रसक्तिः भवति वा न भवति वा? सूत्रस्य प्रसङ्गः न भवति. इदानीं वि इति नोक्तं चेत् ओके पर्युदासः इति अस्ति खलु अतः तत्र पर्युदासः भवति इति वा पर्युदासः इति न पर्युदास इत्युक्ते अत्र इदानीं सूत्रस्य अर्थः कः जागृधातोः गुणः भवति सर्वत्र भवति कुत्र न भवति चिन् प्रत्ययः अस्ति चेत् न भवति नल् प्रत्ययः अस्ति चेत् न भवति इति तादृश अर्थः आयाति खलु आम् तर्हि वि प्रत्ययः चिन् प्रत्ययः अस्ति वा नल् प्रत्ययः अस्ति वा नास्ति खलु तर्हि वि प्रत्यये परे अपि गुणः स्यात् अनेन सूत्रेण तर्हि कृति च इति सूत्रेण गुणनिषेधः इति उक्तं जाग्रोच्छिन्नल् नित्सु इति सूत्रेण गुणः भवति इति उक्तं तर्हि इदानीं भवती किं करोति एकत्र निषेधः अन्यत्र गुणः तर्हि किं करोति अस्तु अस्तु जाग्रु इति अस्ति इति कृत्वा अस्तु इति कृत्वा इदं सूत्रम् अपवादसूत्रम् इति वक्तुं शक्यते खलु यतोहि गुणनिषेधः इति एवं सर्वत्र वदामः चेत् तर्हि अत्र अस्य प्रसङ्गः कुत्र भवति यतोहि अस्मिन् सूत्रे कित् इति नोक्तम् अतः यत्र यत्र कित् अस्ति सर्वत्र अस्य सूत्रस्य प्रसङ्गः अस्ति नितिज इति सूत्रस्य नितिज इति सूत्रं यत्र आयाति तत्र सर्वत्र इदं सूत्रमपि आयाति कित् अस्ति चेदपि गुणः भवति इति इदं सूत्रं वदति तर्हि वयं किं कुर्मः तर्हि अस्य सूत्रस्य कार्यं न भवति चेत् तर्हि इदं सूत्रमेव व्यर्थं जायते तदर्थं जागृयोगः वि इत्यत्र गुणः स्यात् तर्हि जागर्वि इति रूपम् आयाति परन्तु तादृशरूपं नास्ति लोके जागृवि इत्येव रूपम् अस्ति जागृविः इति तदर्थं किम् उक्तम् अस्मिन् सूत्रे वि इति मास्तु इति उक्तं वि इति अस्ति चेत् न भवति इति उक्तं किमर्थम् एवम् उक्तम् इति चेत् इष्टरूपसिद्ध्यर्थम् अस्तु तर्हि रूपं किम् अस्ति अन्तिमरूपं जागृवि जागृवि तावदेव गुणनिषेधः निषेधः जागृविच्छिन्नल् नित्सु इति सूत्रस्य प्रसक्तिः एव नास्ति यतोहि वि अस्ति चेत् न भवति इति उक्तम् अवगतं वा आम् आं भगिनि किञ्चित् चिन्तनं करोतु पुनः इत्युक्ते दलसार्थक्यमेव किमर्थं वि इति उक्तम् इति चेत् वि इति न वदति चेत् कुत्रचित् गुणस्य प्रसक्तिः भवति वि परे गुणस्य प्रसक्तिः भवति गुणस्य प्राप्तिः भवति तन्न इष्यते इति कृत्वा इत्युक्ते भवती किं चिन्तित एकक्षणं भवती किं चिन्तितवती इति चेत् कृतिज इति सूत्रेण गुणनिषेधः भवति तावदेव अन्यत् किमपि न भवति अतः किमर्थम् इति भवती चिन्तितवती परन्तु तथा नास्ति यदि अस्मिन् सूत्रे वि इति नोक्तं तदानीम् अस्य सूत्रस्य प्रसङ्गः भवति यत्र यत्र कित् प्रत्ययः अस्ति सर्वत्र अस्य सूत्रस्य प्रसङ्गः भवति यतोहि जाग्रो तिन्नल् नित्सु इति सूत्रं स्यात् तदानीं तत्सूत्रं किं वदति इति चेत् यः कोऽपि प्रत्ययः भवतु गुणः भवति परन्तु चिन् प्रत्ययः अस्ति चेत् न भवति नल् प्रत्ययः अस्ति चेत् न भवति इति वदति अतः यत्र यत्र कित् प्रत्ययः अस्ति सर्वत्र गुणः भवति अनेन सूत्रेण परन्तु नीतिज इति सूत्रेण गुणनिषेधः इति उक्तम् अतः सर्वत्र अनयोः सूत्रयोः सङ्घर्षः भवति नीतिच अनन्तरं जाग्रो चिन्नल् नित्सु इति सूत्रं वि नास्ति चिन्नल् नित्सु इति सूत्रं परिवर्तितसूत्रं तदानीं किं वक्तव्यम् इति चेत् इदं सूत्रं तु अपवादसूत्रमस्ति अतः अस्य एव कार्यं स्यात् अतः यत्र यत्र गुणः न इष्यते कित्वात् गुणः न भवेत् तत्र सर्वत्र गुणः भविष्यति इति कृत्वा अस्मिन् सूत्रे वि इति उक्तम् तर्हि अनेन किम् अवगम्यते इति चेत् अन्यत्र कित्त्वम् अस्ति चेत् गुणः भवति परन्तु क्विन् क्विप् इत्यादि स्थलेषु कित्त्वम् अस्ति चेत् गुणनिषेधः अन्यत्र सर्वत्र कित्त्वम् अस्ति चेत् गुणः भवति अनेन सूत्रेण क्विप् क्विन् इति विहाय अन्यत्र कुत्रचित् कित् प्रत्ययः अस्ति चेत् तत्र गुणः भवितुम् अर्हति यतोहि अस्मिन् सूत्रे वि इति एव उक्तं कित् इति न उक्तं वि इति अस्ति चेत् तदानीं गुणः न भवति इति उक्तं तर्हि वि इति क्विप् क्विन् इति स्वीकुर्मः चेत् अन्यत्र कुत्रचित् वि विहाय यः कित् प्रत्ययः अस्ति तत्रापि अस्य सूत्रस्य प्रसक्तिः भवति. अत्र क्तप् प्रत्ययः इति उदाहरणं वा जागरीत. हा, त प्रत्ययस्य रूपं किं भवति तत्र कोऽपि वदतु. जागृयोगः क्तप् प्रत्ययः कित् अस्ति तत्र क्यति इति सूत्रेण गुणनिषेधः गुणनिषेधः स्यात् तदानीं किं भवति कित् भवति तस्मात् क्ति इति सूत्रेण गुणनिषेधः स्यात् कथं गुणनिषेधः स्यात् परन्तु तत्र ङित् एव गुणनिषेधः भवति कित् इति कारणेन गुण भवति इति कृत्वा जागरितः इति रूपं लभ्यते. अत्र कित्वम् अस्ति परन्तु गुणनिषेधः नास्ति रूपं लभ्यते जागरितवान् इति रूपमस्ति. तर्हि तत्र कथं गुणः जातः इति चेत् अस्मिन् सूत्रे कित्वम् अस्ति चेत् गुणनिषेधः इति किमपि न उक्तम्. तर्हि ङिति च इति सूत्रम् अनन्तरं जागरो विच्छिन्नल् नित्सु इति सूत्रम् अनयोः सङ्घर्षः जागरो विच्छिन्नल् नित्सु इति सूत्रम् अपवादसूत्रमस्ति इति कृत्वा तस्य कार्यं जायते. अत्र बुद्धं वा कोऽपि संशयः अस्ति वा शत्रुप्रत्ययपरे किं भवति भगिनि? शत्रुप्रत्ययपरे किं भवति इति इदानीम् अन्य कोऽपि चिन्तयतु. कः चिन्तयति? सरस्वती भगिनी चिन्तयतु शत्रुप्रत्ययपरे किं भवति. जागृयोग शत्रु श्रूयते किल? आमां श्रूयते, वदतु. तर्हि जागृयोग अत् भवति. तर्हि भवति गुणः भवति अनेन सूत्रेण एव, यतोहि अपवादरूपेण प्रत्ययाः ये ये सन्ति इत्युक्ते यत्र कार्यं न करणीयं तत्र तु नास्ति. एतत् वि नास्ति, चिण् नास्ति, नल् नास्ति, नित् नास्ति. एकनिमिष, अपि एवं चिन्तनीयं सार्वधातुकं किल? हा, सार्वधातुकम् अपि. तर्हि अपि अस्ति अतः सार्वधातुकम् अपि नित्वत् भवति. नित् अस्ति चेत् अत्र न भवितुम् अर्हति. इत्युक्ते क्रमेण पुनः क्रमेण चिन्तयतु. जागृधातुतः इदानीं तत्र किम् अस्ति, कः प्रत्ययः? शत्रु. तर्हि अत् भवति. जागृधातुः कस्मिन् गणे अस्ति? अदादिगणे अस्ति. अदादिगणे अस्ति. तर्हि तत्र तु शपः लोपः भवति. शपः लोपः अदिप्रभृतिभ्यः शपः तेन लोपः भवति. तर्हि केवलं जागृयोग. इदानीम् अत् षित् अस्ति परन्तु अपित् अस्ति, सर्वदशकम् अपित्. षित् अस्ति अतः सार्वधातुकं, किञ्चित् सार्वधातुकम् अनेन सूत्रेण सार्वधातुकं सार्वधातुकम् अस्ति परन्तु सार्वधातुकम् अपित् अस्ति इत्युक्ते नित्वत् अस्ति. नित्वत् अस्ति अतः अत्र जागरो विचिन्नल् नित्सु अनेन सूत्रेण गुणनिषेधः भवति. अतः गुणः न भवति, जागृ गुण न भवति, केवलम् इको एनर्जि. इको एनर्जि अनेन सूत्रेण इत्यनेन सूत्रेण केवलं सन्धि भूत्वा तत्र जागृत जागृत् भवति. सम्यक् सम्यक् सम्यक् इति अस्ति. तत्र तु वयं द्रष्टुं शक्नुमः नित् अस्ति, सार्वधातुकप्रत्ययः अस्ति, अपित्वात् निद्वत् अस्ति, नित् अस्ति इति कृत्वा जाग्रो विच्छिन् नल् नल् नित् नित् इति उक्तं खलु सूत्रे, जाग्रो विच्छिन्नल् नित्. तर्हि नित् अस्ति चेत् कार्यं न भवति, अतः अत्र अस्य सूत्रस्य कार्यं न भवति. इत्युक्ते जाग्रो विच्छिन्नल् नित्सु इति सूत्रे अंशद्वयमस्ति. अंशद्वयं कोऽपि वदतु, अंशद्वयं किम् अस्ति कार्यार्थम्? अत्र कार्यद्वयमस्ति. किं किमस्ति कार्यं वदतु कोऽपि जागृधातोः गुणः भवति एकं कार्यं विचिण्णल्ङित् एतान् केवलं गुणः भवति इति न पुनः पुनः वदतु जागृधातोः गुणः भवति तावदेव वा गुणः भवति विचिण्णल्ङित् एतान् विहाय इत्युक्ते वदतु अन्येषु परेषु प्रत्ययेषु गुणः भवति हा इति वक्तव्यम् अन्ये प्रत्ययः अन्ये प्रत्ययाः भवन्ति चेत् गुणः भवति परन्तु विचिण्णल् णित् इति तादृशप्रत्ययः अस्ति चेत् गुणः न भवति तर्हि तत्र शत्रुप्रत्ययः इदानीं वदामः चेत् शत्रुप्रत्ययः अत्र नोक्तं खलु इति कृत्वा एकक्षणं तत्र यद् यः विषयः मया उद्भावितः तद् मया अहं समापयामि तदनन्तरं भवत्याः प्रश्नः इत्युक्ते अत्र कार्यद्वयम् इति यद् मया उक्तम् एकं कार्यं तु गुणः भवति सर्वेषु प्रत्ययेषु परेषु गुणः भवति कुत्र गुणनिषेधः अस्ति अनेन सूत्रेण इति चेत् वि प्रत्ययः अस्ति चेत् गुणः न भवति चिन् प्रत्ययः अस्ति चेत् न भवति नल् प्रत्ययः अस्ति चेत् न भवति नित् प्रत्ययः अस्ति चेत् न भवति यः कोऽपि नित् प्रत्ययः तर्हि अत्र इदानीं वदतु लक्ष्मीभगिनी किमस्ति शत्रुप्रत्ययः न एवं प्रश्नः आसीत् शत्रुप्रत्ययः इति अत्र नोक्तम् एतान् विहाय अन्यत्र गुणः भवति इति वदामः चेत् प्रथमदृष्ट्या शत्रुप्रत्ययः अत्र नोक्तम् अतः गुणः स्यात् इति चिन्तितवती किन्तु शत्रुप्रत्ययः निद्वत् इति कृत्वा अत्र इति स्वीकर्तव्यं वा आमां निद्वत् अस्ति खलु प्रथमतया सार्वधातुकप्रत्ययः अस्ति तर्हि सार्वधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणस्य प्रसङ्गः तदानीं निति च इति सूत्रेण सार्वधातुकम् अपित् निद्वत् इति सूत्रेण अयं प्रत्ययः निद्वत् अस्ति तदानीं क्निति च इति सूत्रेण गुणनिषेधः अस्ति खलु साक्षात् तेन सूत्रेण गुणनिषेधः अस्ति तत्र निति च इत्यनेन गुणनिषेधः भवति तर्हि गुणः भवेत् खलु ओ नित् इति सूत्रे अस्ति इत्युक्ते अत्र अत्र अत्र वस्तुतः निद्वत् अस्ति इति कृत्वा तत्र क्निति च इति सूत्रेण गुणनिषेधः अस्ति अनेन सूत्रेण अपि तदेव वदति तद् तदेव उच्यते अनेन विहाय समानकार्यमेव नित् अस्ति चेत् गुणनिषेधः तान् विहाय अन्यत्र गुणः भवति इति तावदेव आम् निति च इति सूत्रेण यदुक्तं तदेव अनेनापि उच्यते तर्हि जागृयोगशत्र इत्यत्र गुणः न भवति यतोहि ङित् अस्ति इति कृत्वा तर्हि रूपं स्यात् जागृयोग अत् सन्धि इको एनचि जाग्रत् इको एनचि ओ अस्तु ओके जाग्रत् ओके जाग्रत् इति इको एनचि इत्यनेन अस्तु कोऽपि आर्धधातुकप्रत्ययः अस्ति वा यः प्रत्ययः नित् अस्ति झटिति स्मरणे अस्ति वा कस्यचित् यः प्रत्ययः नित् अस्ति परन्तु आर्धधातुकप्रत्ययेषु कुत्रचित् नित्वम् अस्ति वा आर्धधातुकप्रत्ययेषु तव तु न कुत्र अस्ति नित् नित् नास्ति सङ्गि आर्धधातुक खलु भगिनि सङ्गि किं दातं न तत्तु सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययेषु कुत्रचित् नित्वम् अस्ति वा निच् प्रत्ययः अनङ्ल् अनङ् अनङ् अस्ति वा अनङ् इति कश्चन प्रत्ययः अस्ति खलु अनङ् इति प्रत्ययः वा यङ्ग् प्रत्ययः अर्धदत्तुकप्रत्ययः सत्यं यङ्ग् प्रत्ययः अर्धदत्तुकप्रत्ययः नित्वम् अस्ति सत्यं बहु सम्यक् उत्तमं यङ्ग् प्रत्ययः अर्धदत्तुकप्रत्ययः तत्र तु नित्वम् अस्ति तर्हि तादृशप्रत्ययः अस्ति चेत् जागृधातोः यङ् प्रत्ययः अस्ति तर्हि नित्वम् अस्ति इति कृत्वा तत्र गुणः न भवति अस्तु अस्तु इदानीं सूत्रार्थः अवगतः वा ल्युट् ल्युट् इत्यत्र किं भवति ल्युट् इत्यत्र भगिनी भवती चिन्तनं करोति इदानीम् अन्य कोऽपि चिन्तयति कः चिन्तयति ल्युट् इत्यत्र किं भवति इति किमपि तत्र क्लेशः नास्ति खलु तत्र किं मीना भगिनी वदतु मीना भगिनी वदतु ल्युट् अस्ति चेत् किं भवति ल्युट् जागृयोगः ल्युट् इति तत्र गमन तत्र ल्युट् प्रत्ययस्य स्थाने किं भवति भगिनि युवोरनाकौ युवोरनाकौ युवोरनाकौ अन इति अन जागृयोगः अन तत्र जागृयोगः अन कि तत्र आर्धदात्क तत्र कित् नास्ति कित् नास्ति तत्र जागरण भवति न गुणः भवति इति वदति वा केन सूत्रेण गुणः पुनः वदतु केन सूत्रेण गुणः रूपं किम् अस्ति सम्यक्तया वदतु तत्र लुट् इति अन भवति जागृयोगः अन भवति तत्र किमर्थं गुण भवति इति कित् अस्ति कित् नास्ति कित् नास्ति ङित् नास्ति तत्र किं भवति भगिनि ओके न इदानीं नी नी धातुः अस्ति नी धातुः योगः ल्युट् तत्र रूपं किम् अस्ति किं धातु किं नी इति धातुः नयनं न किमर्थं नायकः न चिन्तनं करोतु नायकः इत्यत्र कः प्रत्ययः नूल् प्रत्ययः नूल् प्रत्ययः इदानीं नियोगः ल्युट् इत्यत्र रूपं किम् अस्ति ल्युट् इत्यत्र यु इति अवशिष्यते तस्य स्थाने अन इति आदेशः नियोगः अन प्रत्ययः कीदृशः ल्युट् प्रत्ययः कीदृशः आर्धदातुकप्रत्ययः आर्धदातुकप्रत्ययः अस्ति चेत् किं भवति तत्र गुणः भवति गुणः भवति चेत् रूपं किम् अस्ति केन सूत्रेण गुणः न कुत्र इति अस्ति कुत्र सार्वधातुक अर्धदातुकयोः इत्यनेन गुणः तर्हि किं भवति अर्धदातुकं शेषः अर्धदत्तुकप्रत्ययः भवति षित् नास्ति तिङ् नास्ति सार्वदत्तुकं नास्ति अर्धदत्तुकं शेष इत्यनेन अर्धदत्तुकप्रत्ययः भवति तदनन्तरं सार्वदत्तुक अर्धदत्तुकयोः इत्यनेन गुणभवति तदनन्तरं तर्हि जागृ जागर् भवति तदनन्तरम् अन् अस्ति जागर् इदानीं स्विच् करोति भवती इदानीं नी धातोः विषये चिन्तनं परिसमाप्य तदनन्तरम् सरस्वती भगिनी एकक्षणं बहु सम्यक् बहु सम्यक्तया उक्तवती नयनमिति इदानीं मीना भगिनी जागृततोः कथं भवति रूपं जागृयोगः ल्युट् भवति तत्र सार्धात्क अर्धात्क इति गुण भवति जागर् अन जागरण न इदानीं किमर्थं सारधातुक अर्धधातुकयोः इत्यनेन गुणः भवति इति भवती सम्पूर्णतया चिन्तनं न कृतवती. आर्धधातुकप्रत्ययः अस्ति. इदानीं पश्यतु जागृयोगः अन इत्यत्र कति सूत्राणि प्रसक्तानि? केवलं जागृ विच्छिन्नु इति सूत्रेण एव भवति गुणः. न इदानीं कति सूत्राणि प्रसक्तानि इति मीना भगिनी वदतु. भवती निर्णयं कृतवती विजयलक्ष्मी भगिनी अनेन सूत्रेण एव भवती निर्णयं कृत्वा भवत्याः निर्णयम् उक्तवती. परन्तु इदानीं मीना भगिनी चिन्तनं करोतु कति सूत्राणि प्रसक्तानि, तत्र कीदृशभावः बाध्यबाधकभावः अस्ति, तर्हि केन सूत्रेण कार्यं भवति इति भवती तु कर्तुं शक्नोति. करोतु. जागृयोगः लुट् भवति तत्र जागृयोगः अन इति अस्ति इदानीं जागृयोगः. वदतु. जागृयोगः अन भवति तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणं भवति सख्यं तत्र जागर् योगः न इदानीं तत्र न तत्र गुणः भवति इति भवती निर्णयं कृतवती. तत्र अन्यत् किं सूत्रं प्रसक्तम् अस्ति इदानीम् अस्माकं प्रासङ्गिकसूत्रं किम् अस्ति? जागृ अविचिन्नल् ङित्सु तत्र ङित् न भवति ङित् न भवति तस्मात् गुणं भवति किल. तस्मात् अने इत्युक्ते अत्र ङ्युट् प्रत्ययः चिन् नास्ति, वि नास्ति, नल् नास्ति, नित् अपि नास्ति, अतः अनेन सूत्रेण गुणः स्यात्. तर्हि अत्र तर्हि इदानीं कति सूत्राणि प्रसक्तानि? सार्वधातुक अर्धधातुकयोः अपि च जागृ जागृ विचिन् नल् ङित्सु इति सूत्रः अपि च ङिति तत्र तस्य तत् सूत्रस्य प्रसक्तिः नास्ति तत्र. सूत्राणि प्रसक्तानि, सूत्रस्य नाम एव वदतु. जाग्रो विचिन्नल् ङित्सु इति जाग्रो अविचिन्नल् ङित्सु इति सूत्रस्य प्रसक्तिः अस्ति परन्तु ङित् नास्ति तस्मात् ङिति च इति सूत्रस्यपि सूत्रस्य नास्ति, सूत्रस्य प्रसक्तिः नास्ति. मम प्रश्नस्य उत्तरं वदतु भगिनी. प्रसक्तिः नास्ति नास्ति इति किमर्थं वदति? प्रसक्तिः कस्य अस्ति इति वदतु. सार्वधातुक अर्धधातुक इति केवलं केवलं तस्य सूत्रस्य प्रसक्तिः मित्सु जाग्र विचन् गित्सु मित् नास्ति इति चेत् गुणं भवति. अत्र नित् अस्ति वा नास्ति वा? नास्ति. तर्हि कति सूत्राणि प्रसक्तानि? जाग्रो विचन् निल्ङ्यत्सु इति सूत्रस्य प्रसक्तिः अस्ति. अपि च अत्र इदानीम् उक्तवती खलु अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्यापि प्रसक्तिः अस्ति इति. अस्ति. आर्धधातुकप्रत्ययः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति खलु? अपि च जागृवचनल्ङित्सु अपि च अस्ति. अपि च तत्र विजयलक्ष्मी भगिनी वदति अत्र सामान्यसन्धिकार्यस्य प्रसक्तिः अपि अस्ति इति वदति. जागृयोगः अन अजादि अच्वर्णः परः अस्ति इति कृत्वा तत्र किं सूत्रं प्रसक्तम्? अचोन्यति अपि प्रसक्तिः अस्ति वा? न नित् नास्ति खलु. इकोयणचि नित् नास्ति. तर्हि इकोयणचि इति सामान्यसूत्रस्य प्रसक्तिः अस्ति, तत् पार्श्वे स्थापयामः. इदानीम् अत्र अङ्गकार्यद्वयं वर्तते सारधातुकार्धधातुकयोः जाग्रो विचिन्नल् नित्सु इति. अनयोः मध्ये किं सूत्रं कार्यं करोति? सारधातुकार्धधातुकयोः वा जाग्रो विचिन्नल् नित्सु इति वा? किमर्थं प्रतिपदोक्तम् अपि प्रतिपदः इति वक्तुं सामान्यसूत्रम् अस्ति इति कृत्वा तत्र गुणः अनेन सूत्रेण भवति. तर्हि रूपं किम्? जागरण न तत्र नत्वमपि भवति खलु. जागरणम् इति प्रसिद्धं रूपमस्ति खलु. जागरणमिति प्रसिद्धं रूपम् अस्ति. अस्तु विजयलक्ष्मी भगिनी इतोपि मा वदतु अस्य प्रत्ययस्य किं भवति इति मा पृच्छतु. किं भवति इति भव स्वचिन्तनं करोतु. अग्रे गच्छामः तर्हि अस्तु. सूत्रस्य अर्थबोधः जातः वा न वा इदानीम् अनिमा भगिनी वदतु एकवारं सूत्रस्य अर्थः कः इति. भगिनि जागृधातोः वि चिन् नल् ङित्सु इत्यत्र गुणः न भवति इति, यतोहि तत्र पर्युदासः अस्ति अतः तत् सदृशः तत् भिन्नः प्रत्ययः अस्ति चेदेव गुणः भवति, एतेषां गुणः न भवति इति. ओके उदाहरणम् अन्यत्र कुत्र भवति गुणः एतेषु परेषु न भवति कुत्र भवति? वयं दृष्टवन्तः ल्युट् प्रत्ययः अस्ति चेत् तत्र अनादेशः अस्ति, तत्तु अन्येषां सार्वधातुक अर्धधातुकयोः गुणः तस्यापि प्रसक्तिः अस्ति, परन्तु एतत्तु प्रतिपदौ कृत्वा तस्य एव प्रसक्तिः भवति. वि चिन्मल् मध्ये नास्ति अना इति, अतः तस्य गुणः भवति इति. अनप्रत्ययस्य विषये उक्तवती परन्तु सूत्रस्य अर्थः इदानीं नितवता न उक्तं. वि चिन्नल् लित् इति न भवति इति उक्तवती, अन्यत्र कुत्र भवति? अन्य तत् सदृशः परन्तु तद्भिन्नः अस्ति चेत् तस्य समीपे समीपं न तद् सः प्रत्ययः भवति चेत् गुणः भवति इति. हा समीचीनम् इत्युक्ते यः कोऽपि प्रत्ययः भवतु धातुतः विधीयमानः प्रत्ययः जागृधातुतः विधीयमानः यः कोऽपि प्रत्ययः भवतु परन्तु सः प्रत्ययः वि चिन्नल् नित् इति न भवेत् तदानीं गुणः भवति इति सूत्रार्थः खलु. अस्तु इदानीम् अग्रे पठतु. यत्र वृद्धिः भवति स्म यत्र वृद्धिः भवति स्म तत्र गुणः भवति. जागृयोगः णिच् अचोनिति इति प्रबाध्य जाग्रो विचिन्नल् ङित्सु इत्यनेन गुणः भवति. जागर् योगः इ जागरि इति निजन्तधातुः जागरयति इति. पूर्वं णिच् प्रत्ययः अस्ति चेत् तत्र नकारः अस्ति अतः णित् अस्ति अतः वृद्धिः भवति अचोन्निति इत्यनेन, परन्तु इदानीं उक्तम् अस्ति वि चिन्नल् इति नास्ति, अन्य कोऽपि प्रत्ययः अस्ति चेत् तस्य तु गुणः एव भवति इति उक्तम्, अतः तत्र गुणादेशः एव भवति, जागर् इत्येव भवति, जागार् इति वृद्धिः न भवति. ओके न तथा नास्ति खलु. अत्र जागृयोगनिश् पुनः चिन्तयित्वा वदतु. न निच् एतत् सूत्रं जाग्रो विचिन्नल् ङित्सु इति नास्ति चेत् जागार् इति भवेत्, परन्तु एतत् सूत्रं तत् प्रबाध्य गुणः एव. सत्यं तत् प्रबाध्य गुणस्य निषेधः करोति, तर्हि वृद्धिः भवति खलु. न भगिनी विजयदशमी भगिनी भवती वदतु किमर्थम् एवं चिन्तयति. अत्र जागृयोगः निच् इत्यत्र कति सूत्राणि प्रसक्तानि? जागृयोगः णिच् इत्यत्र जाग्रो विच्छिन्न णिच्सु इति सूत्रेण गुणस्य निषेधः अस्ति, अतः अचयनिति गुणस्य निषेधः कुत्र अस्ति? चिन् इति प्रत्ययः भिन्नः अस्ति, णिच् इति प्रत्ययः भिन्नः अस्ति. चिन् इति प्रत्ययः भिन्नः निच्छिति तत्र रिवर्स् कृतवती भवती निद्रायाः समयः आगतः अस्तु अनिवा भगिनी अग्रे भगिनी तत्र एकः प्रश्नः तत्र वि णिच् नल् णित् इत्येषां प्रत्ययानां पर्युदासे इति अस्ति सदृशः वा भिन्नः वा कस्मिन् अर्थे सदृशाः भवन्ति अन्ये प्रत्ययाः इत्युक्ते तत्र एते णित् इति तु जानामि णित् अपि च नल् न अत्र पश्यतु भगिनि अत्र अस्माभिः यद् उच्यते इत्युक्ते न आब्राह्मणम् आनय तत्रैव इत्युक्ते अब्राह्मण ब्राह्मणसदृशः इति अवगच्छामि किन्तु तत्र आर्धधातुकप्रत्ययः सन्ति वि इति कीदृशं क्विप् क्विन् इति तत्र कीदृशः प्रत्ययः भगिनि तत्र आर्धधातुकप्रत्ययः आर्धधातुकः एव इत्युक्ते सर्वे आर्धधातुकाः एव भवन्ति खलु किमर्थं सर्वे आर्धधातुकाः इति किमर्थम् एवम् आर्धधातुकस्य विषये चिन्तनं कुर्मः किमर्थमेवं न वि इति अन्य कोऽपि प्रत्ययः कथं भवितुम् अर्हति एकवारं वदतु कित् इति अस्ति कित् अस्ति इत्युक्ते तदेव भवतु इति वा आर्धधातुकः भवतु किन्तु भिन्नः भवतु इति वा तत्र वि इति मास्तु इति वा तत् कस्मिन् अर्थे सदृशः इत्युक्ते पश्यतु अत्र जागृ इति कीदृशमस्ति कीदृशरूपमस्ति जागृ इति तत्र धातुरूपं धातुतः कीदृशप्रत्ययः भवितुम् अर्हति हा धातुतः तिङ् अथवा षित् भवितुम् अर्हति कृत् भवति न क्षम्यतां तिङ् भवति कृत् भवति विकरणप्रत्ययः भवन्ति धातुतः न तत्र इतोपि अधिकस्तरे वदतु तत्र तादृश न्यूनस्तरे नागच्छतु इतोपि अधिकस्तरे धातुतः विधीयमानाः सार्वधातुकप्रत्ययाः कीदृशाः भवन्ति कृत् प्रत्ययः इति तु तत्र सार्वधातुकः भवति अथवा आर्धधातुकः भवति तत् अतः तत् त्यजतु इत्युक्ते सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः तावदेव भवितुम् अर्हति खलु जागृतः तावदेव भवितुम् अर्हति अतः सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः ये कोऽपि प्रत्ययः अस्ति यः कोऽपि प्रत्ययः अस्ति सः भवितुम् अर्हति अत्र परन्तु तेषु प्रत्ययेषु कः प्रत्ययः न भवितुम् अर्हति अस्मिन् सूत्रे वा तेषु आर्धधातुकप्रत्ययेषु एते प्रत्ययाः न भवितुम् अर्हन्ति अस्तु तर्हि एते प्रत्ययाः कीदृशाः वि चिण् नल् नित् इति एते प्रत्ययाः इत्युक्ते तत्र इदानीं सदृशः इत्युक्ते सार्वधातुक आर्धधातुकः भवतु किन्तु भिन्नः भवतु भिन्नाः भवन्तु वि मास्तु चिन् मास्तु नल् मास्तु न सार्वधातुक आर्धधातुकः भवन्तु परन्तु भिन्नाः भवन्तु इत्यस्य कः अर्थः न अत्र सर्वे प्रत्ययाः सार्वधातुक आर्धधातुकाः एव सत्यं भिन्नाः इत्युक्ते एते अपि सार्वधातुक अर्धधातुकप्रत्ययाः सन्ति किन्तु ते मास्तु अन्ये प्रत्ययाः सार्वधातुक अर्धधातुकः भवन्तु किन्तु भिन्नः इति तु तत्र एतान् विहाय इत्यत्र एव तस्य अन्वयः भवति इत्युक्ते सार्वधातुक अर्धधातुकः यः समूहः वर्तते तत्र धातुतः विधीयमानत्वम् इति तादृश्यम् अस्ति धातुतः विधीयमानत्वम् इति प्रत्ययधर्मः अस्ति तादृशधर्मः सदृशः अस्ति तत्र भिन्नः इत्युक्ते अत्र प्रत्ययत्वमपि अस्ति परन्तु एते प्रत्ययाः भिन्नाः तेभ्यः भिन्नाः इदानीम् अन्येभ्यः भिन्नाः इत्युक्ते यत्र पर्युदासः इति आगच्छति तत्र कस्य विषये इति चिन्तनीयं खलु तत्र तु धातोः विषयः धातोः धर्मः आगच्छति तत्र तर्हि तस्मिन् विषये चिन्तनं भवेत् इति वदति खलु आमां तथा एव चिन्तनीयं तत्र धातुः अस्ति तर्हि इदानीं पापुलेशन् किम् अस्ति यदा तत्सदृश तद्भिन्नः इत्युक्ते पापुलेशन् भवति पापुलेशन् भवति तत्र समानधर्मः तत्र कश्चन धर्मः समानः भवति इदानीं तद् तद्धर्ममेव स्वीकृत्य तं धर्ममेव स्वीकृत्य भिन्नरीत्या पृथक्करणं क्रियते. आम् अस्तु भगिनि, धन्यवादः. समीचीनम्. अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः. उमा भगिनी पठितुमिच्छति वा? यत्र कित्त्वात् गुणनिषेधः भवति स्म तत्र अनिमा भगिनी भवती रूपम् उक्तवती वा? अत्र मध्ये प्रश्नः आगतः. जागरयति इति उक्तवती खलु. अस्तु समीचीनम्. उमा भगिनी अग्रे वदतु. यत्र कित्त्वात् गुणनिषेधः भवति स्म तत्र गुणः भवति, गुणनिषेधः भवति तत्र गुणः भवति. जागृयोगः तप्रत्ययः किमिति च इति प्रबाद्य जाग्रो विच्छिन्नलिङ्गु इत्यनेन गुणः जागर् प्लस् आर्धदातुक आर्धदातुकस्य आर्धदातुकस्य ईड्बलादेः इत्यनेन आर्धदातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. जागर् युगः इ युगः स जागरितः. अवगतम्. जागृयुगः स प्रत्यय योजनसमये किमिति सूत्रस्य शुद्धिनिषेध, किन्तु जाग्रो विच्छिन्नलिङ्गु इति सूत्रेण गुणः भवति. जागयोगः स प्रत्ययः योजनसमये अर्धदातुकस्य ईद् अलादेः सूत्रस्य अर्धदातुकप्रत्ययस्य बल् प्रत्याहारे इरागमो भवति. सो जागर् प्लस् इ प्लस् तर् सु जागरितः इति आगच्छति. समीचीनं, सम्यक् समीचीनम् इति. अस्य विषये अस्माभिः पूर्वं चर्चितं, जागरितः इति रूपं कथं भवति इति. अस्तु समीचीनं. तर्हि इतोपि तत्र वाक्यत्रयम् अस्ति. तर्हि अनिमा भगिनी अग्रे पठतु. यत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति तत्र जाग्रो विचिन्नल् णित्सु इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात्. जागृयोगः ति सार्वधातुकार्धधातुकयोः इति प्रबाद्य जाग्रो विच्छिन्नल् ङित्सु इत्यनेन गुणः जागर्योगः ति जागर्ति. अग्रे चतुर्षु ओके अस्तु. अत्र उक्तमस्ति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, तस्य प्रसक्तिः अस्ति तस्य सूत्रस्य, परन्तु प्रतिपदोक्तत्वात् जाग्रो विचिन्नल् गित्सु इत्यस्य एव प्रसक्तिः भवति अन्ततो गत्वा इति. उदाहरणं दत्तं तीत् प्रत्ययस्य, अत्रापि सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु जाग्रो विचिन्नल् गित्सु एव प्रवर्तते, अतः तेन एव गुणः भवति जागर्ति इति. समीचीनम्, सम्यक्. तर्हि इदानीं रूपाणि अस्माभिः साधनीयानि. तद् गृहपाठरूपेण एकवारं दृष्ट्वा आगच्छन्तु, अग्रिमसप्ताहे तत् कुर्मः इति कृत्वा अस्माकं विषयः अपि समाप्यते. इतः अग्रे किमस्ति, जुहोत्यादिगणः अजन्तदातवः इति विषयः आरप्स्यते. अत्र जागो विचिन्नल् नित्सु इति सूत्रं सम्यक् अस्ति सूत्रं, तत्र बहु इत्युक्ते सम्यक्तया अध्ययनं कर्तुं शक्नुमः. प्रसज्य प्रतिच्छेदः, पर्युदासः, अनयोः कार्यं कथं भवति इति अवगन्तुं शक्नुमः, अपि च दलचिन्तनमपि कर्तुं शक्नुमः. भगिनि, अत्र अनेन सूत्रेण कित्त्वमस्ति चेत् कित्त्वमस्ति चेत् गुणकार्यं प्रतिषेध्य अत्र क्षम्यतां, कित्त्वम् अस्ति अत्र गुणनिषेधः अस्ति तत् प्रभाते अत्र गुणकार्यं सम्भवति, किन्तु ङित् अस्ति चेत् अत्र न भवति इति अपि अस्ति खलु अत्र. ङित् अस्ति चेत् गुणनिषेधः तान् विहाय एव गुणः भवति. गुणनिषेधः तत्र अस्ति, किन्तु कित् अस्ति चेत् गुणः भवति. किमपि च सूत्रस्य भग्नः कृत्वा अर्धं स्वीकृत्य पुनः वदतु किम् उक्तवती. श्रुतं स्प्लिट् कृतवती. गीत अस्ति चेत् गुणः भवति, अनेन जागृतधातोः गीत अस्ति चेत् गुणः न भवति इति. विहाय कित् अस्ति चेत् भवति, परन्तु तत्र वि इति प्रत्ययं विहाय, वि यत्र अस्ति क्विप् क्विन् इत्यत्र तत्र तु न भवति. तदपि अस्ति सत्यम्. अन्येषु कित् प्रत्ययेषु भवति. आम् सादृश्यं तत्रापि भवति खलु. सादृश्यं कित्वम् इति सादृश्यम् अस्ति तत्र, परन्तु तद् भिन्नः प्रत्ययः. यथा त प्रत्यये गुणः भवति अनेन सूत्रेण, परन्तु क्विन् प्रत्यये न भवति इति सादृश्यं सदृशं तद्भिन्नः. इत्युक्ते सरधातुकार्धधातुकयोः इति एव सादृश्यम् इति नास्ति. ततः अग्रिमस्तरे वयं गच्छामः चेत् कित्वम् इति अपि सादृश्यम् अस्ति. अतः किति किमिति च इति सूत्रस्य अपवादः इति वक्तुं न शक्यते खलु भगिनि. प्रतिपादयतु. पार्शियलि अपवादः, पार्शियलि अपवादः न. प्रतिपादयतु पार्शियलि कुत्र, पार्शियलि कुत्र नास्ति. कित् भवति चेत् सूत्रम् आगच्छति. ङित् अस्ति चेत् तत्रापि सूत्रम् आगच्छति, परन्तु गुणनिषेधः एवमेव आसीत्. गुणस्य पुनः निषेधः इति वदति. तस्मिन् विषये चिन्तनं करोतु. किमर्थं पुनः निषेधः इति वक्तव्यं? किमर्थम् अस्मिन् सूत्रे ङित् इति उक्तं? तस्य प्रयोजनं किम्? ङिति च इति सूत्रेण गुणनिषेधः तु जायते, तर्हि पुनः निति इति किमर्थं वक्तव्यम् अत्र? निति न इति नोक्तं चेदपि निति च इति सूत्रेण गुणनिषेधः जायते, तर्हि किमर्थम् अत्र वक्तव्यं यदि नित् इति नोक्तम् अस्मिन् सूत्रे? कित् प्रत्यये अस्ति चेत् गुण भवेत् तस्मात् एव. न, कित् इति विषये नास्ति, नित् अस्ति. नित् विषये पृच्छन्ति अस्मि. अस्मिन् सूत्रे किमर्थं नित् इति वक्तव्यं? नोक्तं चेत् तस्यापि गणनं अस्मिन् सूत्रे भवति इति कृत्वा एव इति चिन्तयामि. तर्हि गुणः स्यात्, तर्हि गुणः स्यात्, गुणः न इष्यते, गुणः न इष्यते इति कृत्वा नित् इति उक्तम्. तर्हि निति च इति सूत्रेण गुणनिषेधः जातः, तदानीं जागरो विच्छिन्नल् नित्सु इति सूत्रस्य प्रसङ्गः अस्ति इति कृत्वा तस्य प्राप्तिः भवति, परन्तु तस्मिन् सूत्रे नित् इति उक्तत्वात् गुणनिषेधः जायते. खलु, निति च इति सूत्रेण गुणनिषेधः अस्ति, परन्तु जागरो विच्छिन्नल् नित् इति सूत्रेण गुणः सर्वत्र स्यात्, परन्तु पुनः तस्मिन्नेव सूत्रे नित् अस्ति चेत् न भवति इति कृत्वा पुनः निषेधः जायते. प्राप्तिः तदनन्तरं निषेधः. प्राप्तिः नास्ति चेत् निषेधस्य आवश्यकता नास्ति. इत्युक्ते नित्वम् अस्ति चेत् गुणनिषेधः इति उक्तम् अनेन सूत्रेण, तर्हि प्राप्तिः कुत्र अस्ति? निति च इति सूत्रेण गुणनिषेधः जातः. प्राप्तिः नास्ति चेत् किमर्थं निषेधः करणीयः अनेन अनेन सूत्रेण? तर्हि तस्य अर्थः कः इति चेत् न तस्य अर्थः कः इति चेत् गुणस्य प्राप्तिः नित्सु स्थलेषु अपि भवति अनेन सूत्रेण, परन्तु तन्न इष्यते इति कृत्वा अस्मिन् सूत्रे नित्वम् इति उक्तं, तर्हि तस्य निषेधः क्रियते. प्राप्तिः नास्ति चेत् निषेधः न भवति. तर्हि प्राप्तिः कुत्र इति वक्तव्यम्? अत्र नित् अस्ति चेत् न भवति इति उक्तं खलु अनेन सूत्रेण. तर्हि नित् अस्ति चेत् कुत्र, केन सूत्रेण प्राप्तिः भवति इति चेत् अनेन सूत्रेण एव प्राप्तिः भवति. तन्न इष्यते इति कृत्वा नित् न भवेत् इति उक्तम्. चिन्तनं कुर्वन्तु मया किम् उक्तम् इति. आम् आम् आम् समीचीनं भगिनी अवगतवती. इति कृत्वा प्राप्तिः भवेत्. प्राप्तिः नास्ति चेत् किमर्थं पुनः गुणनिषेधः इति? यतोहि क्निति च इति सूत्रेण गुणनिषेधः जातः, तर्हि पुनः किमर्थम् अस्मिन् सूत्रे वक्तव्यं? तर्हि प्राप्तिः अस्ति, अनेन सूत्रेण प्राप्तिः भवेत्, भविष्यत्, अभविष्यत्, तन्न इष्यते इति कृत्वा अत्र निति च इति उक्तं. निति इति उक्तं, नित् इति उक्तं, क्षम्यतां, नित् इति उक्तम्. अतः एव भवती उक्तवती खलु कार्यद्वयं भवति सूत्रेण इति अस्ति. प्राप्तिः सर्वत्र प्राप्तिः, तदनन्तरं निषेधः एतेषु स्थलेषु न भवति इति. भगिनि, इदं सूत्रं प्रसज्य प्रतिषेधः इति अस्ति खलु? न न, प्रसज्य प्रतिषेधः कथं प्रतिपादय न तत्र इत्युक्ते सूत्रे सम्पूर्णसूत्रे कार्यं भवतु किन्तु अत्र मास्तु इति. तर्हि अत्र मास्तु इति व्यवहारः नास्ति अत्र खलु. अस्माकम् अवगमनार्थं मया एवं प्रतिपादितं प्राप्तिः निषेधः इति, परन्तु तेन अत्र क्रियया सह नयः अन्वयः इति प्रतिपादयतु. क्रियया सह अन्वयः वा नयः अन्वयः इति? प्रसज्य प्रतिषेधः अस्ति चेत् वाक्यद्वयं कथं भवति? अस्तु, तत् इत्युक्ते तत्र जागृधातोः गुणः भवति इति क्रिया भवति, सर्वत्र भवति इति. तदनन्तरं परिषेधः कृतम् इति, किन्तु वि चिण् नल् नित् इत्येषां प्रसङ्गे न भवति, इत्येषां प्रसङ्गे पर्युदासे भवति. अस्तु, तत्रापि भवति एव. न न, भवती द्वितीयवाक्यं सम्यक्तया न उक्तवती, पुनः वदतु द्वितीयवाक्यं. प्रथमवाक्यं समीचीनमस्ति, जागृधातोः गुणः भवति इति प्रथमं वाक्यं. द्वितीयवाक्यं किम् अस्ति? द्वितीयवाक्ये वि चिन् नल् नित् इत्येषां न भवति. तर्हि अत्र वाक्यद्वये कः क्लेशः, कः दोषः वदतु? इत्युक्ते जागृधातोः गुणः भवति इति तु अस्ति, अनेन कः दोषः जायते? हा, सर्वत्र भवति इति प्रथमवाक्ये भवति, सर्वत्र. अनेन कः दोषः? सर्वत्र भवति इत्यनेन कः दोषः? हा, कः दोषः इत्युक्ते अहं चिन्तितवती प्रथमं प्रसज्यं क्रिया, तदनन्तरं तस्य किं निषेध, कस्मिंश्चित् विषये निषेधः इति, परिषेधः इत्युक्ते इत्युक्ते न, तत् तत् अस्ति, परन्तु इदानीं भवत्याः वाक्ये दोषः, प्रसज्यप्रतिषेधः न भवति इति, तदर्थं दोषः अस्ति भवत्याः वाक्ये. कः दोषः इति चिन्तनं कुर्वन्तु, अथवा अत्र पश्यतु, यदि भवती वदति किं वदति तत्र जागृधातोः गुणः भवति इति तावदेव वदति, तर्हि तस्मिन् वाक्ये दोषः कुत्र अस्ति? तत्र तस्मिन् वाक्ये दोषः तत्र निमित्तमेव नास्ति कुत्रापि. प्रत्यये परे इति नास्ति खलु, तर्हि यत्र प्रत्ययः नास्ति तत्रापि गुणः भविष्यति खलु अनेन सूत्रेण? इत्युक्ते प्रत्ययस्य अपेक्षा एव नास्ति इति भवती वदति प्रथमवाक्येन. द्वितीयवाक्येन द्वितीयवाक्येन भवती किं वदति इति चेत्, एतादृशप्रत्ययः अस्ति चेत् न भवति इति वदति. तर्हि तत् सम्यक् नास्ति. हा, इति विरोधः अस्ति, अनयोः वाक्ययोः विरोधः अस्ति. एकस्मिन् वाक्ये प्रत्ययः न अपेक्षितः इति उक्तवती, तदनन्तरम् एतादृशप्रत्ययः अस्ति चेत् न भवति इति वदति, तर्हि क्लेशः. जागृधातोः सार्वधातुक अर्धधातुकप्रत्यये परे, अपि च कित् प्रत्यये परे इति भवती किञ्चित् पूर्वम् उक्तवती, गुणः भवति इति प्रथमं वाक्यं भवेत्. किन्तु वि चिन् नल् नित् इत्येषां प्रत्ययानां प्रसङ्गे न इति निषेधः भवेत् इति. इत्युक्ते वस्तुतः पर्युदासस्य एव भिन्नरूपेण भवती प्रतिपादयति, तावदेव तत्सदृशं तद्भिन्नमेव भवती उक्तवती. तर्हि तत्र प्रसज प्रतिषेधः इत्यस्मिन् किं भवति इति इदानीमपि किञ्चित् क्लेशः अस्ति. न, इत्युक्ते पश्यतु, अब्राह्मणम् आनय इति वदामि चेत् तर्हि तत्र प्रसज्य प्रतिषेधरूपेण वदतु. प्रसज्य, अस्तु, अब्राह्मणम् आनय इति, ब्राह्मणं न आनय इति भवति. ब्राह्मणं न आनय, तस्य अर्थः कः? ब्राह्मणः अपि आनयितुं शक्यते. यत्किमपि आनयितुं शक्यते, यत्किमपि आनयितुं शक्यते, ब्राह्मणं न आनय इति तादृश अर्थः भवति। एवम् अत्र जागृदातोः गुणः सर्वत्र भवति, यत्र कुत्रापि भवति, परन्तु वीचि इति प्रत्ययपरे न भवति इति तादृश प्रत्ययपरे इति तादृश अर्थः कथं लब्धः? यथा अब्राह्मणम् आनय इति मया उक्तं, तादृशम् अत्र प्रतिपादयतु। भवती चिन्तनं करोतु भगिनि अस्मिन् विषये, किञ्चित् गृहपाठरूपेण चिन्तनं कृत्वा प्रसज्यप्रतिषेधः अस्ति चेत् कः दोषः अस्ति इति चिन्तनं करोतु भवती। अग्रिमसप्ताहे तः अग्रे चिन्तयितुं शक्नुमः, समयः अतीतः, अत्र भारतदेशे जनानां विलम्बः जातः। ओके, अस्तु, चिन्तनं कुर्वन्तु, अग्रिमसप्ताहे तदेव वयं स्वीकृत्य पश्यामः। ओके, अस्तु, तर्हि धन्यवादः, नमस्कारः। श्रूयते वा मम ध्वनिः? धन्यवादः भगिनी। हरि ओम्, हरि ओम्, श्रूयते भगिनी?